नमः सर्वेभ्यः. पुनः अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति गुणः, सूत्रसहिता दृष्टिः इति विषयः अस्ति. गते सप्ताहे अत्र सूत्रम् एकवारं पठितमासीत्, पुनः अत्र आरम्भतः एकवारं पठामः सूत्रम्. अत्र सूत्रमस्ति गुणविधायकसूत्रं सार्वधातुक आर्धधातुकयोः इति सूत्रमस्ति. अनेन सूत्रेण एव गुणः विधीयते. बहु मुख्यमस्ति एतत् सूत्रं, यतोहि एतस्य कार्यं बहुत्र भवति. गुणकार्यम् इति बहुत्र भवति. प्रत्ययः सार्वधातुकः भवतु आर्धधातुकः भवतु, गुणस्य प्रसक्तिः भवति. तर्हि सूत्रे एकमेव पदं सार्वधातुक आर्धधातुकयोः इति सूत्रम्. तर्हि अत्र सूत्रे किं किम् अस्ति, अर्थस्य अवगमनार्थं काः परिभाषाः आवश्यकाः, सर्वम् अधुना पश्यामः. अपि च तत्र अनुवृत्तयः के इति अपि पश्यामः. अस्तु, तर्हि अत्र विजयलक्ष्मी भगिनी आरम्भं करोति वा? अत्र सूत्रार्थः, पूर्णसूत्रार्थः इति मन्दं मन्दं पठतु. नमस्ते भगिनि, सुमना अस्मि. नमस्कार भगिनि. कुतः पठनीयं भगिनि? सार्वधातुक आर्धधातुकयोः अस्य सूत्रस्य अर्थः. अस्य सूत्रस्य अर्थः एवम्: इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति. पूर्णः सूत्रार्थः अत्र उक्तः. सार्वधातुकार्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. अत्र स्थगयामः. अत्र सामान्य अर्थः कः इदानीं, सामान्यतया सूत्रस्य अर्थः कः इति सरलरूपेण दत्तमस्ति. तर्हि एकवारं वदतु अत्र अर्थः कः. सार्वधातुक आर्धधातुकयोः इत्यस्य अर्थः यस्य धातोः इगन्तङ्गस्य इकः अन्ते भवति तस्य गुणः सार्वधातुके आर्धधातुके प्रत्यये परे यदि भवति तर्हि गुणः भवति इति अर्थः. तर्हि अत्र सूत्रस्य सरलरूपेण पश्यामः चेत् सूत्रस्य अर्थः कः इति चेत् अत्र प्रथमतया निमित्तम् आवश्यकम्. निमित्तं किम् अत्र इति चेत् सार्वधातुकप्रत्ययः निमित्तमस्ति, आर्धधातुकप्रत्ययः अपि निमित्तमस्ति. तर्हि इदानीं प्रत्ययः अस्ति. प्रत्ययः वयं जानीमः, अत्र मूलरूपात् प्रत्ययः विधीयते. सामान्यतया धातुतः प्रत्ययः विधीयते, नो चेत् प्रातिपदिकात् प्रत्ययः विधीयते. परन्तु अत्र सार्वधातुकः इति दत्तमस्ति. सार्वधातुकः इत्यस्य अर्थः कः भगिनि? सार्वधातुकः इत्युक्ते तत् प्रत्यय यस्य अन्ते इत् अथवा षित् भवति तत् प्रत्ययस्य नामकरणं भवति सार्वधातुकप्रत्यय इति. षित् इति उक्तम्. अन्यत् किम् उक्तम्? षित् इङन्त इत् इत् न सोरि तिङ् तिङ् तर्हि अत्र सार्वधातुकः आर्धधातुकः. सार्वधातुकः इत्युक्ते अस्माकं सूत्रमस्ति. सूत्रं कोऽपि स्मरति वा? तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति. हा, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण वयं जानीमः यः प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति सः प्रत्ययः सार्वधातुकसंज्ञकः इति जानीमः. सार्वधातुकप्रत्ययः इत्युक्ते धातुतः, यदि धातुः अस्ति, धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् प्रत्ययः. इत्युक्ते अष्टादश तिङ् प्रत्ययाः सन्ति. वयं जानीमः खलु, पठति, पठतः, पठन्ति, सर्वत्र अन्ते यः प्रत्ययः अस्ति. पठति इत्यस्य ति इति प्रत्ययः, पठतः इत्यस्य तः इति प्रत्ययः, पठन्ति इत्यस्य अन्ति इति प्रत्ययः, पठसि सि इति प्रत्ययः, सर्वत्र यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् प्रत्ययः, तर्हि आहत्य अष्टादश तिङ् प्रत्ययाः सन्ति. नव आत्मनेपदिनः, नव परस्मैपदिनः प्रत्ययः. अस्तु, तर्हि तादृशप्रत्ययः यः प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति, षित् इत्युक्ते षकारः इत् यस्य सः, तादृशप्रत्ययः यत्र षकारस्य इत्संज्ञा जाता, यथा अत्र लशक्व तद्दिते इति सूत्रेण षकारस्य इत्संज्ञा भवति, तर्हि सार्वधातुकप्रत्ययः इत्यनेन वयं जानीमः अत्र धातुः अस्ति, यतोहि धातुतः एव सार्वधातुकप्रत्ययः विधीयते. तर्हि इदानीं सार्वधातुकः आर्धधातुकः इति सूत्रे दत्तमस्ति, सार्वधातुके आर्धधातुके च प्रत्यये परे. तर्हि धातुः अस्ति, धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः, इत्युक्ते तिङ् प्रत्ययः अथवा षित् प्रत्ययः सार्वधातुकप्रत्ययः, नो चेत् आर्धधातुकप्रत्ययः. यः प्रत्ययः धातुतः विधीयते परन्तु तिङ् अपि नास्ति षित् अपि नास्ति, तादृशप्रत्ययः आर्धधातुकप्रत्ययः. तर्हि एतयोः मध्ये एकः प्रत्ययः अस्ति यः सार्वधातुकः अथवा आर्धधातुकः अस्ति, सः प्रत्ययः एव निमित्तमस्ति, कारणमस्ति. अनेन कारणेन धातौ किमपि कार्यं भवति. कीदृशकार्यम् इति चेत् अत्र किम् अस्ति कार्यं भगिनि? इगन्ताङ्गस्य इकः गुणः भवति. तर्हि इदानीं प्रत्ययः अस्ति, प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः धातुः इति अस्ति, धातुः तस्य नाम अङ्गम् इति अपि अस्ति. प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गम्. तर्हि अङ्गम् अङ्गे किमपि कार्यं भवति. कीदृशकार्यं भवति इति चेत् इगन्ताङ्गस्य इकः गुणः इति अस्ति. तर्हि अत्र अङ्गम् अस्ति, कीदृश अङ्गम्? अङ्गस्य अन्ते इक् वर्णः अस्ति. अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् इक् वर्णस्य गुणः भवति. तर्हि अत्र सूर्यकुमारी भगिनी वदतु, इक् प्रत्याहारे के के वर्णाः? सत्यम्, सत्यम्. अत्र माहेश्वरसूत्राणि पश्यामः चेत् अत्र प्रथमं सूत्रं द्वितीयं सूत्रम् अकारं विहाय ई उ ऋ ल इति अत्र चत्वारः वर्णाः, अत्र सवर्णानामपि ग्रहणमस्ति, इत्युक्ते बहवः वर्णाः इ उ ऋ लृ इति, तत्र ह्रस्वः भवतु दीर्घः भवतु प्लुतः भवतु यत्किमपि भवतु, इक् इति वर्णः. तर्हि अङ्गस्य अन्ते इक् वर्णः अस्ति, इक् वर्णः अस्ति चेत् गुणः भवति. तर्हि अत्र इकारः अस्ति चेत् तत्र किं भवति गुणः? वेङ्कटरामन् महोदय, वेङ्कटरामन् महोदय वदतु. अस्ति वा महोदय? इकारः अङ्गस्य अन्ते इकारः अस्ति चेत् स्थानेन्तरतमः इत्यनेन सूत्रेण यकारः आदेशः भवति. न न, गुणः खलु, इकारस्य गुणः कः? क्षम्यता, गुण गुणवर्णाः अकार एकार ओकार, एकारः आदेशः भवति. हा, इकारस्य स्थाने एकारः आदेशः भवति. हा, अनन्तरम् उकारस्य स्थाने ओकारः, उकारस्य स्थाने ओकारः आदेशः भवति. हा, ऋकारस्य स्थाने ऋकारस्य स्थाने अर् आदेशः भवति. हा, सम्यक् सम्यक्. अस्तु महोदय, कृपया म्यूट् करोतु. अत्र अत्र इगन्त अङ्गस्य अङ्गस्य अन्ते इक् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य गुणः भवति. तर्हि इकारः अथवा ईकारः, ह्रस्वः भवतु दीर्घः भवतु, अङ्गस्य अन्ते अस्ति चेत् एकारः भवति. उकारः अथवा ऊकारः अस्ति चेत् ओकारादेशः भवति, गुणः. अनन्तरं ऋकारः अस्ति चेत् अर् इति आदेशः भवति. एतदेव सरलः अर्थः अत्र सूत्रस्य. अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् इक् वर्णस्य गुणः भवति. कदा भवति? यदा सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः इति दत्तमस्ति. अस्तु, अत्र कः वदति? अत्र पाण्डे महोदय एकवारं वदतु सूत्रस्य अर्थः कः? आं भगिनि, अहं वदामि. सूत्रस्य अर्थः अस्ति इगन्तधातु अनन्तरं यदि सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तस्य एके स्थाने एकस्य गुणः भवति. गुण अर्थात् ईकार अथवा ईकार स्थाने ए गुणः भवति, उकार अथवा उकार स्थाने ओ गुणः भवति, रिर् रिर् ऋकार स्थाने अर् गुणः भवति सूत्रानुसारेण. सत्यं सत्यं, समीचीनं. महादेव नमस्ते. हा नमस्कारः महोदय. अस्तु, तर्हि सरलः अर्थः कः इति इदानीम् अवगतं. तर्हि अत्र एतादृश अर्थः कथं निष्पन्नं सूत्रे इति एकवारं पश्यामः सुपूर्णसूत्रं पठित्वा. अस्तु, अत्र का पठति? अत्र उमा भगिनी पठति वा? मिदे गुणः न सार्वधातुकञ्च अर्धधातुकञ्च सार्वधातुक आर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च तयोरितर इतरेतरद्वन्द्वः सार्वधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम् मिदेर्गुणः इत्यस्मात् गुणः इत्ययस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इक् स्थानी भवति यत्र स्थानी न उक्तम् येन विधिः तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम् किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोण्ट्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवृत्तिः सहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. अस्तु, अत्र भगिनी अत्र वदतु सूत्रे कति पदानि सन्ति? सूत्रे कति पदानि? अन्ते गुण इकः अस्ति. न सूत्रं किम् इदानीं सूत्रं किं वदतु एकवारं? सार्वधातुक आर्धधातुकयोः अत्र कति पदानि सन्ति? सार्वधातुक आर्धधातुक द्विपदम्. अत्र समासः अस्ति, समासः अस्ति, अतः एकमेव पदं सार्वधातुक आर्धधातुकयोः इति एकमेव एकमेव पदमस्ति, एकमेव पदमस्ति सार्वधातुक अर्धधातुकयोः इति पदमस्ति. तस्य विभक्तिः का? षष्टिद्विवचनम्. षष्टिद्विवचनमपि भवितुम् अर्हति. अपि च सप्तम्यन्तमपि सप्तमी द्विवचनमपि भवितुम् अर्हति खलु? सप्तमी भवितुम् अर्हति अथवा षष्ठी भवितुम् अर्हति. अस्तु, अत्र तु सप्तमी अस्ति. कथं सप्तमी इति एकवारं पश्यामः. अत्र सप्तमी विभक्तिः इत्युक्ते तस्य अर्थः कः? सप्तमी धातुः परे प्रत्ययः योजयति. न सप्तमी विभक्तिः इत्यस्य अर्थः कः? सामान्यतया सप्तमी विभक्तिः इत्यस्य अर्थः कः व्याकरणे? सप्तमी अधिकरण. लोके अधिकरणं सत्यं, लोके अधिकरणार्थे अस्ति, परन्तु अत्र व्याकरणे अस्माभिः किं पठितं पूर्वं? पूर्वकार्यं. सप्तमी विभक्तिः इत्युक्ते अत्र गीता भगिनी वदतु. सप्तमी इत्युक्ते पूर्वकार्यं सप्तमी विभक्तौ यस्य पदा अस्ति तस्य पूर्वं कार्यं भवति. हा, तस्य पूर्वं कार्यं भवति. अस्तु, समीचीनं. षष्ठी इत्युक्ते षष्ठी इत्युक्ते स्थाने, तस्य स्थाने किमपि कार्यं भवति. सप्तमी इत्युक्ते पूर्वकार्यं, यस्य सप्तमी विभक्तिः अस्ति तस्मात् पूर्वं किमपि कार्यं भवति. अत्र तु सार्वधातुक अर्धधातुकयोः इति सप्तम्यन्तं पदमस्ति, तस्मात् पूर्वं किमपि कार्यं भवति. तर्हि प्रत्ययः अस्ति चेत् तस्मात् पूर्वं किं भवति भगिनि? प्रत्ययात् पूर्वं किं भवति? अङ्गं भवति. हा, अङ्गं भवति. सत्यं, प्रत्ययात् पूर्वम् अङ्गं भवति. अतः सार्वधातुक अर्धधातुकयोः इति सप्तम्यन्तं पदम् अस्ति, तस्मात् पूर्वं कार्यं भवति. कुत्र भवति कार्यम्? अङ्गे, यतोहि प्रत्ययात् पूर्वम् अङ्गमस्ति. अस्तु, अङ्गे कार्यं भवति. तर्हि अत्र अनेन सूत्रेण वयं जानीमः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् तस्मात् पूर्वम् अङ्गे किमपि कार्यं भवति, तावदेव अवगच्छामः, अन्यत् किमपि न अवगच्छामः. अङ्गम् इति तत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, अङ्गस्य इत्यस्य अधिकारः अस्ति इति कृत्वा अङ्गम् इति अपि जानीमः. परन्तु तावदेव अस्ति चेत् अर्थबोधः जायते वा गीता भगिनी? न भवति. हा, न भवति. केवलं प्रत्ययः अस्ति, अङ्गम् अस्ति, तर्हि अर्थबोधः न जायते. तदर्थमत्र कानिचन पदानि अनुवृत्तानि. कानि तानि पदानि? इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. हा, कानि पदानि अनुवृत्तानि? इकः पदानि गुणः. हा, त्रीणि पदानि अनुवृत्तानि. सत्यं, समीचीनं भगिनि. तर्हि अत्र केवलम् एकमेव पदमस्ति सूत्रे, अतः इकः इति पदम् अनुवृत्तम् अस्ति. अनुवृत्तिसहितसूत्रं पश्यति चेत् इकः इति पदम् अनुवृत्तम् अस्ति, अङ्गस्य इति पदम् अनुवृत्तम् अस्ति, गुणः इति पदमपि अनुवृत्तम् अस्ति. तर्हि अत्र अत्र अत्र तु पश्यामः चेत् अङ्गस्य अत्र सूत्रसङ्ख्या अस्ति, सप्तमध्यायस्य तृतीयपादे अस्ति सूत्रम्. यथा पूर्वम् उक्तं, षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमध्याय आपर्यन्तम् अङ्गकार्यम् इति वदामः. सर्वत्र अङ्गस्य इत्यस्य अधिकारः अस्ति. तर्हि सर्वत्र अङ्गस्य इति सूत्रम् आगत्य उपविशति. प्रत्येकं सूत्रं पश्यामः चेत् षष्ठाध्यायस्य चतुर्थपादे, अपि च सप्तमध्यायस्य सम्पूर्णतया प्रथमपादे, द्वितीयपादे, तृतीयपादे, चतुर्थपादे, सर्वत्र प्रत्येकस्मिन् सूत्रे अङ्गस्य अङ्गस्य अङ्गस्य इति आगच्छति अनुवृत्तिरूपेण. तर्हि एतत् सूत्रमपि सप्तमाध्यायस्य तृतीयपादे अस्ति, अतः अङ्गस्य इत्यस्य अधिकारः अस्ति, अत्रापि अङ्गस्य इति अनुवृत्तिः अस्ति. अस्तु, अपि च अत्र मिदेर्गुणः इति एकं सूत्रमस्ति. एतस्मात् सूत्रात् पूर्वम् अत्र पश्यति चेत् मिदेर्गुणः इति सूत्रस्य सङ्ख्या अस्ति सप्तमाध्यायस्य तृतीयपादे द्वाशीतितमं सूत्रं. तस्मात् सूत्रात् गुणः इति पदमपि अनुवृत्तम् अस्ति. तर्हि आहत्य अत्र पश्यामः चेत् अङ्गस्य इक अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति त्रीणि पदानि अनुवृत्तानि. केवलं क्षम्यताम्, अत्र पदद्वयमेव अनुवृत्तम्, अङ्गस्य गुणः इत्येव अनुवृत्तं. यतोहि अङ्गस्य इति अधिकारसूत्रमस्ति, गुणः इति मिदेर्गुणः इत्यस्मात् गुणः इति अनुवृत्तम्. आहत्य अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्येव सूत्रस्य अर्थः. तर्हि इदानीं प्रश्नः उदेति, अङ्गस्य गुणः इति चेत् कुत्र भवति गुणः, कस्य गुणः इति न उक्तं सूत्रे. अनुवृत्तपदानि अपि स्वीकृत्य न ज्ञातुं शक्नुमः कुत्र गुणः भवति, अङ्गस्य गुणः कुत्र गुणः, कस्य गुणः न ज्ञातुं शक्नुमः. अतः एव अत्र एका परिभाषासूत्रमस्ति, एकं परिभाषासूत्रमस्ति, इको गुणवृद्धि इति परिभाषासूत्रमस्ति. यत्र यत्र परिभाषासूत्रस्य कार्यं किं कोऽपि वदति वा? अत्र वसन्ती भगिनी वदतु. क्षम्यतां भगिनि, अहं वदामि चेत्. रमाबाई भगिनी वदतु. नियमः नास्ति चेत् तत्र परिभाषासूत्रं साहाय्यं करोति. हा सत्यम्. अत्र कीदृशनियमः नास्ति? किमपि गुणः भवति वा तानि निमित्तम् अस्ति वा? न, अत्र अङ्गस्य गुणः इति उक्तम्. अङ्गस्य गुणः इति उक्तं, परन्तु कस्य गुणः इति अत्र स्थाने न उक्तं खलु. कस्य गुणः इति न उक्तं सूत्रे. कस्य गुणः इति न उक्तम् अत्र. केवलं पदद्वयमेव अनुवृत्तम्, अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. तर्हि अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् अत्र स्पष्टता नास्ति. कस्य गुणः इति स्पष्टता नास्ति. यत्र स्पष्टता नास्ति सूत्रे, तत्र एव परिभाषासूत्रम् आगच्छति सहायं कर्तुम्. अत्र तदर्थम् अत्र यतोहि स्पष्टता नास्ति कुत्र गुणः भवति इति स्पष्टता नास्ति, तदर्थम् इको गुणवृद्धिः इति सूत्रम् आगच्छति. तत् सूत्रं वदति, इको गुणवृद्धिः इति परिभाषासूत्रमस्ति, तत् सूत्रं वदति यत्र यत्र सूत्रेषु गुणः अथवा वृद्धि इति पदमस्ति. गुणः वृद्धिः इति पदद्वयम् अथवा एकं पदं सूत्रेषु एकं पदं, सामान्यतया एकमेव पदं भवति द्वयोर्मध्ये. कुत्रचित् गुणः इति भवति, कुत्रचित् वृद्धिः इति भवति. तत्र सर्वत्र यत्र यत्र गुणः अथवा वृद्धिः इति पदम् अस्ति सूत्रेषु, तत्र इकः इति षष्ट्यन्तं पदं स्थानिरूपेण आगत्य उपविशति सूत्रस्य अर्थपूर्णार्थं. तर्हि अत्रापि पश्यामः चेत् अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति एव अस्ति. अतः इदानीम् अर्थः स्पष्टः नास्ति. तदर्थम् इको गुणवृद्धि इत्यस्मात् सूत्रात् इकः इति षष्ट्यन्तं पदम् आगत्य उपविशति सूत्रे. तर्हि इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति आगच्छति इदानीम् अनुवृत्तिसहितसूत्रं. तर्हि इदानीं वयं जानीमः अङ्गस्य इक् वर्णस्य गुणः भवति इति तावदवगच्छामः. तर्हि इकः इति षष्ट्यन्तं पदमस्ति, अङ्गस्य इति अपि षष्ट्यन्तं पदमस्ति, गुणः इति प्रथमान्तम् अस्ति. षष्ट्यन्तं पदम् इत्युक्ते स्थानी इति जानीमः. गुणः इति चेत् तत्र आदेशः, आदेशः आगमः अथवा नामकरणं, परन्तु अत्र आदेशः अस्ति, आगमः नास्ति, नामकरणमपि नास्ति. यतोहि अत्र गुणविधायकं सूत्रमस्ति, अतः नामकरणं नास्ति. अपि च इदानीं सप्तम्यन्तं पदम् अस्ति सार्वधातुक अर्धधातुकयोः, अतः पूर्वकार्यम् इति अपि जानीमः, अङ्गे कार्यम् इति जानीमः. अस्तु अस्तु, तर्हि अत्र गीताञ्जलिभगिनी वदतु अत्र अस्मिन् सूत्रे कानि पदानि अनुवृत्तानि. अनुवृत्तिसहितसूत्रे भगिनि, अत्र त्रीणि पदानि अनुवृत्तानि, इकः, अङ्गस्य अपि च गुणः. अत्र इकः इति पदं वस्तुतः अनुवृत्तिः इति न वदामः. अनुवृत्तिः नास्ति. अनुवृत्तिः इत्युक्ते एकं सूत्रमस्ति, तस्मात् एकं पदं वयम् आनयामः चेत् अनुवृत्तिः इति वदामः. अत्र तु इको गुणवृत्तिः इति परिभाषासूत्रमस्ति, तस्मात् तत्र अनुवृत्तिः, अनुवृत्तिः इत्युक्ते यत् साम्यम् अस्ति, सामीप्यम् अस्ति, एकस्मिन् एव अध्याये अस्ति अथवा एकस्मिन् पादे अस्ति, तर्हि तत्र अनुवृत्तिरूपेण आगच्छति. यदि अत्र एकं सूत्रं सप्तमाध्यायस्य प्रथमपादे अस्ति, तर्हि सप्तमाध्यायस्य प्रथमपादे अन्यत् सूत्रमस्ति, तत्र अनुवृत्तिः भवति. परन्तु अत्र पश्यति चेत् इको गुणवृद्धिः इति सूत्रं प्रथमाध्याये अस्ति, अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं सप्तमाध्यायस्य तृतीयपादे अस्ति, अतः अनुवृत्तिः इति न वदामः. अत्र परिभाषासूत्रमस्ति, परिभाषासूत्रात् इकः इति पदम् आगच्छति, तावदेव. अनुवृत्तिः इति नामकरणं नास्ति. अनुवृत्ति संलग्न आवश्यकं भवति यदि. सत्यं सत्यं, हा, तस्मिन् अध्याये अस्ति. यदि अत्र प्रथमाध्यायात् सप्तमाध्यायपर्यन्तम् अनुवृत्तिः नास्ति, तादृशनामकरणं नास्ति. अनुवृत्तिः इत्युक्ते एकस्मिन्नेव पादे. यदि अधिकारसूत्रमस्ति चेत् सम्पूर्ण अध्याये अपि अधिकारः भवितुम् अर्हति, परन्तु अनुवृत्तिः सामान्यतः एकस्मिन्नेव पादे भवति. अनुवृत्तयः एकस्मिन् पादे एकस्मात् सूत्रात् अनुवृत्तिः भवति, परन्तु अत्र तथा नास्ति. इको गुणवृद्धिः इति सूत्रं प्रथमाध्याये अस्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रं सप्तमाध्याये अस्ति, अतः अनुवृत्तिः नास्ति. तर्हि अस्मिन् सूत्रे कानि पदानि अनुवृत्तानि? द्वे पदे भगिनि, अङ्गस्य अपि च गुणः. सत्यम्, अङ्गस्य गुणः. तर्हि अत्र अर्थस्य पूर्णार्थम् अत्र कः क्लेशः? अङ्गस्य गुणः सार्वधातुक अर्धातुकयोः इत्यनेन कः क्लेशः? क्लेश कस्य गुण इति न जानीमः. सत्यं, कस्य गुणः इति न जानीमः. अङ्गस्य गुणः इति उक्तम्, अङ्गे बहवः वर्णाः सन्ति, कस्य गुणः इति न जानीमः, अतः क्लेशः अस्ति. सूत्रस्य अर्थावगमनं नास्ति. अतः इदानीम् अत्र किं भवति? तदनन्तरं परिभाषासूत्रस्य साहाय्यं स्वीकुर्मः. वयं जानीमः इको गुणवृद्धि इति परिभाषासूत्रस्य सूत्रात् वयं जानीमः इकः अङ्गस्य गुणः कथं कुत्र भवति. इकस्थाने भवति. सत्यं सत्यं, सम्यक्. इको गुणवृद्धि इति परिभाषासूत्रम् आगच्छति. यतोहि अत्र स्पष्टता नास्ति, कस्य गुणः इति स्पष्टता नास्ति, तदर्थम् इको गुणवृद्धि इति सूत्रं वदति. यत्र यत्र गुणः अथवा वृद्धिः इति पदमस्ति सूत्रेषु, तत्र तत्र इकः इति षष्ट्यन्तं पदम् आगत्य उपविशति. तर्हि अत्र इकः इति षष्ट्यन्तं पदमस्ति. अस्तु भगिनी, एकः प्रश्नः भगिनी. अत्र यदि इकः इति षष्ट्यन्तं, तदनन्तरं वयं जानीमः स्थाने. हा, इकः इदानीं स्थाने जानीमः, इकः इति स्थाने जानीमः. यदि तत् षष्ठी अस्ति, तस्य गुणः भवति इकः इत्यस्य इक् वर्णस्य गुणः भवति खलु? सत्यं. प्रश्नः कः? अस्तु, गुणः मम प्रश्नः भगिनी, इको गुणवृद्धि इति परिभाषासूत्रस्य वयं जानीमः कस्य गुणः, किन्तु अत्र कस्य गुणः इत्युक्ते किन्तु इक इति दत्तं भगिनी? कुत्र दत्तम्? इकः इकोगुणवृद्धि इति सूत्रे एव दत्तमस्ति खलु. अत्र तु वयम् आनयामः, स्थापयामः, तदर्थमेव इदानीं जानीमः इकः इत्यस्य गुणः इति जानीमः. यदि इकः इति पदमेव नास्ति सूत्रे, अनुवृत्तिसहितसूत्रे, तर्हि अङ्गस्य गुणः इत्युक्ते कस्य गुणः? इकः अङ्गस्य गुणः. हा, इदानीम् इकः इति पदम् आगच्छति अत्र. इको गुणवृद्धि इत्यस्मात् सूत्रात् इकः इति पदम् आगच्छति, तदर्थम् इदानीम् अवगच्छामः. अस्तु, इकः अङ्गस्य गुणः, अङ्गस्य इक् वर्णस्य गुणः इति अवगच्छामः खलु? अस्तु. एकः प्रश्नः, सार्वधातुक आर्धधातुकयोः सप्तमी इति भगिनी अवदत्, अत्र इको गुणवृद्धिः इकः षष्टि भवति, एतानि कथं योजयति? हा, सार्वधातुक आर्धधातुकयोः इति षष्ट्यन्तं पदं न भवितुम् अर्हति, यतोहि अत्र इकः इति षष्ट्यन्तं पदम् अस्ति. इकः इति षष्ट्यन्तं पदम् अस्ति, इकः अङ्गस्य इति षष्ट्यन्तं पदम् अस्ति, अतः अत्र सार्वधातुक अर्धधातुकयोः इति षष्टिद्विवचनं न भवितुम् अर्हति, अत्र स्थानी न भवितुम् अर्हति. यदि सार्वधातुक अर्धधातुकयोः इति स्थानी भवति चेत् सूत्रस्य अन्वयः न सम्यक्तया न भवति. सार्वधातुक अर्धधातुकयोः इत्यस्य स्थानीय गुणः इति अन्वयः न भवितुम् अर्हति. भगिनि, सप्तमी विभक्तिः अर्ध सार्वधातुक. भगिनि, किम् अङ्गस्य गुणः पदे? हा, उदाहरणे भू इति अङ्गः किल, तत्र बकार प्लस् उकार, देर्फोर् इफ् इकः इति पदः नास्ति चेत् वयं न जानीमः ब गुणः भवति या उ, अतः कः प्रसक्तिः. सो वि विल् नो ओन्लि उ विल् बिकम् गुण. इदानीम् अग्रे पश्यामः. तत् सूत्रं दृष्ट्वा कथं जानीमः? बकार कान् बिकं गुणः, यतोहि वयं जानीमः गुणः कुत्र भवति इति जानीमः, अतः भवती वदति बु गुणः न भवति. परन्तु सूत्रमेव दृष्ट्वा कथं जानीमः कुत्र गुणः भवति इति चेत्, इकः इति पदम् अनुवृत्तम् अस्ति चेत् तदा एव भवति. कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु, अत्र बहु ध्वनिः अस्ति. अवगतं भगिनि, अवगतं, अस्तु. तर्हि इदानीम् इतोपि द्रष्टव्यम्, अत्र तावदेव पर्याप्तं नास्ति. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. तर्हि इदानीम् अत्र का वदति, अत्र रमासिंहशिवरामन् भगिनी वदतु, अत्र इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति श्रुत्वा भवत्याः मनसि कः अर्थः स्फुरति? अत्र प्रथमतया इकः अङ्गस्य तयोः सम्बन्धः कः? इकः अङ्गस्य विशेषणविशेष्यं सम्बन्धः. हा, विशेषणविशेष्यसम्बन्धः अस्तु. सर्वे जानन्ति वा विशेषणविशेष्यभावः इत्युक्ते किम्? अस्तु भगिनि, एकवारं स्मारयतु, विशेषणविशेष्यभावः इत्युक्ते कः? विशेषणं विशेष्यस्य गुणः वदति, सत्यम्, अड्जेक्टिव् तत्र अड्जेक्टिव् इत्युक्ते तत्र अर्थः कः? अत्र संस्कृतभाषायां कथं वदामः विशेषणविशेष्यभावः? यद् नामपदस्य विवरणं ददाति, कीदृश नामपद इति विवरणं ददाति विशेषण. उन्नतः बालकः, बालकः विगुण कीदृशबालकः, देन् वि पुट् अ क्वश्चन् कीदृशबालकः, देन् ऐ केन् से उन्नतः बालकः. तत्र उन्नतः विशेषणपद बालकं डिस्क्रिप्ट्. सत्यं सत्यं सत्यं, हा, समीचीनं भगिनि. अत्र पश्यतु अत्र किम् अस्ति इति चेत्, यत्र विशेषणविशेष्यभावः अस्ति तत्र इदानीं पश्यामः, अत्र शतं बालकाः सन्ति, शतं बालकाः सन्ति, तेषु बालकेषु एकः बालकः उन्नतः इति अस्ति चेत्, एकः बालकः उन्नतः बालकः, अन्ये सर्वे तथा नास्ति. तर्हि विशेषणम् इत्युक्ते यत्र पृथक् करोति अपरस्मात्, पृथक् करोति विशेषणं, तत्र विशिष्यते, अनेन विशिष्यते, एकः बालकः विशेषणगुणेन विशिष्यते, अन्यस्मात् पृथक् अस्ति उन्नतः बालकः, अतः विशेषणम् अपरस्मात् व्यावर्तयति, पृथक् करोति इति विशेषणविशेष्यभावः. अपि च यत्र विशेषणविशेष्यभावः अस्ति तत्र एकार्थबोधकत्वम् अस्ति, एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वमपि अस्ति. इत्युक्ते वयं जानीमः खलु, एकः श्लोकः अस्ति संस्कृतभाषायां यत् विशेष, वदतु भगिनी, यत् भगिनी वदतु, रमा भगिनी, डोण्ट् रिमेम्बर् फुल्ली, यावत् स्मरति वदतु. अहं वदामि वा भगिनि? अहं वदामि, यल्लिङ्गं यद्वचनं, या च विभक्तिः विशेषणस्य विशेष्यस्य तत् तल्लिङ्गं तद्वचनं ताः विभक्तिः विशेषणस्य. सत्यं, तर्हि विशेषणविशेषयोः समानविभक्तिकत्वम् अस्ति, लिङ्गमपि समानं, विभक्तिः अपि समानं, वचनमपि समानं, सर्वं समानम् अस्तु. तर्हि अत्र एकार्थबोधकत्वमपि अस्ति, एकार्थबोधकत्वम्, उन्नतः बालकः इति वदामः चेत् उन्नतः कः इति चेत् बालकः, बालकः कः? उन्नतः. तर्हि उन्नतः इत्यनेन बालकस्य एव अवगमनं भवति, बालकः इत्यनेन उन्नतः इत्यस्य अवगमनं भवति. तर्हि तयोः एकार्थबोधकत्वम् अस्ति. यदि अहं वदामि ब्लू पाट् इति वदामि चेत्, अ पाट् दट् इस् ब्लू इति अर्थः खलु. एवमेव अत्र पश्यामः चेत् इकः अङ्गस्य इति, इकः इति पदं विशेषणमस्ति, अङ्गस्य इति विशेष्यमस्ति. तर्हि तत्र अर्थः कः अर्थः कः अत्र इकः अङ्गस्य इति नेन अत्र एकक्षणम् अत्र सुमन् भगिनी वदतु पुनः पृच्छत इकः अङ्गस्य इत्यस्य अर्थः कः अङ्गं यत् इकः इक् अस्ति इति हा सत्यं हा सत्यं सत्यम् अङ्गम् इक् इति अङ्गम् इति अर्थः भवति अङ्गं दट् इस् इक् अङ्गं दट् इस् अङ्गे अङ्गे यत् वर्णः अङ्गं यत् इक् अस्ति हा अङ्गं यत् इङ्ग इक् अस्ति इत्युक्ते सम्पूर्ण अङ्गम् इक् अस्ति इक् इक् प्रत्याहारस्य अत्र के के वर्णः इ ऊ ऋ हा इ उ ऋ ल इति एते वर्णाः इक् वर्णाः तर्हि अङ्गस्य अङ्गे के के वर्णाः भवितुम् अर्हन्ति इति चेत् अङ्गे इकारः भवितुम् अर्हति अथवा दीर्घ इकारः भवितुम् अर्हति उकारः दीर्घ उकारः ऋकारः दीर्घ ऋकारः एते वर्णाः अङ्गे अस्ति अङ्गे सन्ति तर्हि इदानीमत्र अनेन किं भवति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन किम् आगच्छति अत्र इदानीं वयं जानीमः इत्युक्ते यत् अङ्गम् इक् अस्ति अनन्तरं परं सार्वधातुक अथवा अर्धधातुकः प्रत्यय अस्ति चेत् अङ्गस्य गुणः सत्यं समीचीनं तर्हि एतादृश अर्थः अस्ति चेत् अत्र किं भवति इति चेत् सम्पूर्ण अङ्गमेव इक् भवेत् भगिनि कृपया म्यूट् करोतु भगिनि किञ्चित् एकः संशयः इकः अङ्ग सम्पूर्ण अङ्गः इति चेत् विशेषणविशेष्यं कथम् अस्ति न इकः अङ्गस्य इकः इति पदं षष्ट्यन्तं पदम् अस्ति अङ्गस्य इति पदमपि षष्ट्यन्तं पदम् अस्ति इकः अङ्गस्य तयोः कीदृशसम्बन्धः No, my question is, if the angam is ikaha, then where is the question of the relationship? Because the very anga is ik, then there is no relationship, no? No. Tadeva atra visheshna visheshya bhavaha asti, Bhagni. Visheshna visheshya bhavaha yatra asti, tatra ekartha bodhakatvam asti. Samana artha asti. Angam iti pe ik iti angam. Iti tadrishna. Etatra unnataha balakaha iti vadamaha ches. उन्नतः इति पृथक् नास्ति बालकः पृथक् नास्ति उन्नतः बालके एव अस्ति खलु अ बाय् दट् इस् टाल् एवमेव एन् अङ्गं दट् इस् इक् भगिनी भगिनी उदाहरणे उदाहरणार्थं एकक्षणं न एकक्षणम् इदानीम् उदाहरणं मास्तु इदानीं प्रथमतया अत्र इकः अङ्गस्य इति पदद्वयम् अवगतं वा न वा इति पश्यामः अत्र स्पष्टमस्ति वा इकः अङ्गस्य अत्र विशेषणविशेषभावः अस्ति इकः अङ्गस्य इत्युक्ते तादृश अङ्गं यत्र इक् अस्ति तावदेव इदानीम् अर्थः एतादृशः अर्थः भवति चेत् अत्र क्लेशः अस्ति किमर्थं क्लेशः इति चेत् इकः इति तत्र केवलम् इ उ ऋ ल इति चत्वारः वर्णाः अपि च सवर्णानां ग्रहणेन अपि प्रायः अत्र एकस्य अत्र अष्टादशप्रभेदाः खलु अष्टादशप्रभेदाः तर्हि अत्र धातुपाठे पश्यामः चेत् यत्र इकारः उकारः ऋकारः लृकारः इति धातवः पश्यामः चेत् प्रायः अत्र दशधातवः एव सन्ति यत्र इकारः इति अङ्गम् उकारः इति अङ्गम् ऋकारः इति अङ्गम् इति दशधातवः एव सन्ति तर्हि तथा स्वीकुर्मः इकः अङ्गस्य इत्युक्ते अङ्गं यद् इक् अस्ति इति स्वीकुर्मः चेत् एतस्य सूत्रस्य कार्यं दशधातूनां कृते एव भवति तथा भवति चेत् अत्र बहुत्र यत्र भू इति धातुः अस्ति तत्रापि गुणः भवति यतो भू इति धातुः इक् इति अङ्गं नास्ति पश्यति वा भू इति धातुः इक् इति अङ्गं नास्ति यत्र इ इति धातुः अस्ति साक्षात् इ इति धातुः अथवा उ इति धातुः ऋ इति धातुः तदेव इक् इति अङ्गम् अस्ति, परन्तु भूधातुः इक् इति अङ्गं नास्ति. अतः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भूधातोः कृते न भवति. स्पष्टं वा? आम्. अत्र का वदति अरुणा भगिनी? न वदामि. किं भूधातु इक् धातु नास्ति? न न न, इक् इति धातुः, इक् इति अङ्गम्, इक् एव सम्पूर्ण अङ्गम्, इक् सम्पूर्ण. इदानीम् अत्र सूत्रस्य अर्थः तथा भवति, इकः अङ्गस्य इत्युक्ते सम्पूर्ण अङ्गमेव इक्. तर्हि सम्पूर्ण अङ्गम् इत्युक्ते इ उ ऋ ल इति एव अङ्गं, तदेव अङ्गं. तथा अस्ति चेत् एतस्य सूत्रस्य कार्यक्षेत्रं बहु लघु भवति खलु. परन्तु भूधातुः कृते अपि गुणः भवति खलु. वयं जानीमः भूधातोः कृते गुणः भूत्वा भवति इति रूपं भवति. अतः कथम् एतस्य सूत्रस्य कार्यं भूधातोः कृते भवति? इदानीम् अत्र सूत्रस्य कार्यक्षेत्रं बहु लघु अस्ति. अतः तदर्थम् अत्र एकं परिभाषासूत्रमस्ति, येन विधिस्तदन्तस्य इति सूत्रमस्ति. तत् सूत्रं सहायं कुर्वन्ति, इदानीं सहायं करोति. अवगतं वा अत्र क्लेशः कः इति? अत्र राहुल् महोदय वदतु, अत्र क्लेशः कः? राहुल् महोदय, प्रश्नः कः महोदय? अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. तर्हि तस्य अर्थः कः? यत्र अङ्गे अन्ते इकः तदेव अस्ति प्रायः. हा तदेव तदेव अत्र विषयः अस्ति. अन्ते इति न उक्तं सूत्रे. इकः अङ्गं, तर्हि तस्य अर्थः कः? अङ्गे यत्र इकः सम्पूर्ण, एकक्षणम् एकक्षणं, सर्वे कृपया म्यूट् मध्ये भवन्तु, बहु ध्वनिः अस्ति. अत्र राहुल् महोदय भवान् एव वदतु. अस्तु, अत्र अङ्गस्य यत्र इक् वर्णः भवति तस्य तत्र गुणः इति भवति. यत्र गुण यत्र इक् वर्णः इत्यस्य अर्थः कः? कुत्र इक् वर्णः? अङ्गस्य यत्र इक् वर्णः भवति तत्र न, सम्पूर्ण अङ्गमेव इक् इति अर्थः. अत्र इकः अङ्गस्य विशेषणविशेष्यभावः अस्ति, अतः सम्पूर्ण अङ्गम् इक्. यदि ब्लू पाट् इति वदति चेत् ब्लू ब्लूनेस् कुत्र अस्ति? सम्पूर्ण पाट् मध्ये ब्लू अस्ति खलु. सत्यं. हा एवमेव इकः अङ्गस्य इत्युक्ते अङ्गम् इक् यत् इक् अस्ति. हा इक् अस्ति, तर्हि अङ्गमेव इक्. तर्हि इ उ ऋ ल इति अङ्गम् इति अस्ति, अन्ते इक् इति नास्ति. तत्र अन्ते किमपि नास्ति, अन्ते इति न उक्तम्. यदि तथा भवति चेत् क्लेशः कः? सत्यं. न अत्र गुणः इति अन्ते अपि भवितुम् अर्हति, नो चेत् उपादायामपि भवितुम् अर्हति इति पूर्णं श्रुतं. तद्भिन्न तद्भिन्नविषयः तद्भिन्नविषयः. उपादायां गुणः भवति इति तत्र अग्रे अग्रिमं सूत्रमस्ति. अनेन सूत्रेण उपादायां गुणः इति किमपि न उक्तम्. अत्र इदानीम् अत्र अस्माकं क्लेशः अस्ति, यतोहि सूत्रम् इदानीं केवलं सूत्रं पश्यामः चेत् इक् इति अङ्गं तस्य गुणः सार्वधातुक अर्धधातुकयोः इति एव उक्तं. तर्हि इक् इति अङ्गम् इति वदामः चेत् अत्र एतस्य सूत्रस्य प्रसक्तिः केवलं दशधातूनां कृते भवति. तथा भवति चेत् वयं रूपं साधयितुं न शक्नुमः. यत्र भू इति धातुः अस्ति, भू इति धातुः इक् इति अङ्गं नास्ति. पश्यति वा? सत्यं सत्यं. दशधातु न आगच्छति, न त्रीणि धातुः, न प्रायः तत्र न त्रयः नास्ति. अत्र इ उ इन् इन् गतौ इति धातुः अस्ति, तत्र नकारस्य इत्संज्ञा भवति, इ इति अवशिष्यते इति एतादृशधातवः सन्ति. अहम् ऊहां कृत्वा दशधातुः दशधातवः इति उक्तवती, प्रायः दशधातवः अथवा विंशतिधातवः तावदेव. अवगच्छामि. तर्हि अत्र एतस्य सूत्रस्य कार्यं भूधातुः कृते भवति वा? न भवति. न भवति. किमर्थं न भवति? भकारः इक् वर्णः नास्ति अतः. हा भू इति अङ्गं, भू इति इक् नास्ति. भू इति अङ्गम् इक् नास्ति. यत्र यत्र अङ्गम् इक् अस्ति तत्र एव एतस्य सूत्रस्य कार्यं भवति इति अर्थः, तादृश अर्थः इदानीं निष्पन्नः. अतः एतस्य सम्पूर्णसूत्रस्य अर्थावगमनार्थम् अपि च एतस्य कार्यं बहुत्र भवति. अत्र अष्टाध्याय्याम् एकमेव सूत्रमस्ति, अत्र गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः. इत्यनेन एव मुख्यविधायकसूत्रमस्ति, अनेन एव गुणः भवति सर्व बहुत्र भवति गुणः. अतः एतस्य कार्यक्षेत्रं बृहत् कर्तुम् अत्र परिभाषासूत्रमस्ति, येन विधिस्तदन्तस्य इति सूत्रमस्ति. अस्तु, एतावता स्पष्टं वा सर्वेषां कृते? आम्. अस्तु, तर्हि इदानीम् अत्र परिभाषासूत्रम् एकवारं पठित्वा तदनन्तरं सम्पूर्णतया पुनः पठिष्यामः. अस्तु, अत्र महादेवन् महोदय पठति वा परिभाषासूत्रं, येन विधिस्तदन्तस्य? महादेवन् महोदय अस्ति वा? यस्य सः सदन्तः तस्य तदन्तस्य बहुव्रीहिः. रमा भगिनी अत्र म्यूट् मध्ये नास्ति भवती. हा, अत्र महादेवन् महोदय अस्ति वा? अस्तु, लता भगिनी पठतु. पठामि भगिनि. येन विधिस्तदन्तस्य 1.1.72 सोरि, इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं. न, कुत्र अस्ति, कुत्र अस्ति भवती अत्र येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति. सूत्रं दत्तमस्ति खलु? येन विधिस्तदन्तस्य इति सूत्रमेव पठतु. येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति. सोऽन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः विधीयते इति विधिः. येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं. त्वं रूपं शब्दस्य दट् इस् शब्दस्य अशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य. बहु क्लिष्टकरः, किमपि न अवगतम्. ऐ ट्रै वन् वर्ड् बै वन् वर्ड्. ऐ डोण्ट् अण्डर्स्टाण्ड् दट् अट् आल्. दट्स् वै वी आर् स्टडिङ्ग् हियर्. इदानीम् अवगच्छामः, प्रयत्नं कुर्मः इदानीम्. येन विधिस्तदन्तस्य इस् वन् सूत्रम्. विशेषणं तदन्तस्य अपि भवति. अत्र द्वौ विशेषणौ अस्ति. और् विशेषणम् इत्युक्ते नपुंसकलिङ्ग विशेषणे न, द्वे विशेषणे किमपि नास्ति, तथा नास्ति. द्वे विशेषणं तदन्तस्य अपि विशेषणं भवति. सामान्यतया विशेषणं विशेषणविशेष्यभावः इत्युक्ते एकार्थबोधकत्वम् इति इदानीमेव उक्तं खलु. इकः अङ्गस्य इत्युक्ते इक् इति अङ्गम् इति अवगच्छामः. तर्हि अत्र तत्तु तत्तु स्वाभाविकः अस्ति. इक् इति अङ्गम् इति स्वाभाविकः अर्थः अस्ति. अत्र सूत्रस्य आवश्यकता नास्ति, तथापि वयम् अवगच्छामः इकः अङ्गस्य इत्यनेन इक् इति अङ्गम् इति जानीमः. अस्तु, तत्तु स्वस्य भवति एव. इक् इति अङ्गम् इति भवति एव. इदानीम् अत्र कथं तदन्तस्य इक् अङ्गस्य इत्युक्ते इगन्तस्य अङ्गस्य अन्ते अङ्गस्य अन्ते इक् इति कथम् आगच्छति इति इदानीं पश्यामः. अत्र सूत्रं भगिनी कृपया म्यूट् करोतु. अत्र एन विधिस्तदन्तस्य इति सूत्रमस्ति. एन विधिः तदन्तस्य स्वस्य रूपस्य इति अस्ति. एन इति शब्द एन इत्यनेन केन इत्यनेन येन इत्युक्ते विशेषेण यत्र विशेषणम् अस्ति विशेषेण किमपि विधिः अस्ति किमपि कार्यमस्ति यथा अत्र अस्मिन् सूत्रे इकः अङ्गस्य इत्यनेन अत्र इक् इति वर्णेन इक् इति विशेषणेन किमपि कार्यमस्ति तादृशसन्दर्भे येन विधिः इत्युक्ते विशेषणेन यत्र विधिः अस्ति किमपि कार्यम् अस्ति तादृशकार्यं न केवलं स्वस्य भवति इत्युक्ते अत्र इक् इति इकः इति विशेषणम् अनेन कार्यमस्ति इक् इति अङ्गम् इति जानीमः इदानीं तादृशविशेषणं तदन्तस्यापि भवति इत्युक्ते इक् इति अङ्गम् इति अपि स्वीकुर्मः यस्य अङ्गस्य अन्ते इक् अस्ति तस्यापि ग्रहणं भवति अनेन सूत्रेण विशेषणं तदन्तस्यापि भवति तदन्तस्य इत्युक्ते किम् इति चेत् यस्य विशेष्यस्य अन्ते अपि विशेषणं स्वीकुर्मः इति अर्थः तत् यस्य अन्ते अस्ति विशेष्यस्य अन्ते विशेषणम् अस्ति तदन्तस्य अपि ग्रहणं भवति स्वस्यापि ग्रहणं भवति तदन्तस्यापि ग्रहणं भवति इति येन विधिस्तदन्तस्य वदतु किं किम् अवगतम् अत्र इकः अङ्गस्य इति सूत्रेण अङ्गस्य इकः आर् विशेषणविशेष्यभावः अङ्गस्य विशेष्य इकः विशेषणम् अतः अङ्गं पूर्णम् इक् वर्णः एव भवितुं चेत् वि विल् अण्डर्स्टाण्ड् देन् गुणः भवति दट् इस् स्वस्य स्वस्य मीन्स् इकः ओन्लि इफ् द वर्ण ओन्लि इक् वर्णः दट् इस् इ ऊरु ऊळ्रु इफ् दट् ऐ ट्रै टु से इन् संस्कृत इकः वर्णः अपि इकः वर्णः एव पूर्ण अङ्गं भवति चेत् दट् मीन्स् इ इट्सेल्फ् विल् बिकम् वन् अङ्ग ru itself is one anga u itself is one anga then we say swasya api bhavati swasya gunha bhavati parantu udaharane bhutato bu bakara ukara dvau api asti therefore so ante yasya sa tadantah here yatra ikvarnaha अन्ते अपि अस्ति बकार प्रथमे नन्तर उकार अस्ति तस्य तदन्तस्य बहुरीः समस विवरणं दत्तम् अस्ति अत्र देफोर् भू इति धातौ बकार अन्ते इक्वर्णः अस्ति चेदपि गुणः भवति इति अर्थं भवति तदन्तस्य पदस्य अर्थः सम्यक् सम्यक् समीचीनं वेङ्कटरामन् महोदय पुनः वदतु आं भगिनि वयं पूर्वं दृष्टवन्तः येन विधिस्तदन्तस्य इत्यस्मात् सूत्रात् अवगमनात् पूर्वं वयं दृष्टवन्तः इकः यत्र इकः सार्वधातुक आर्धधातुक प्रत्यये परे इकः स्थाने गुणः भवति इति परन्तु तादृशधातवः अल्प एव द्विसहस्रधातुषु तादृशधातवः अल्पः एव बहु बहु क्षेत्रे गुणस्य कार्यमपि भवति अतः पाणिनि महर्षिणा उक्तं येन विधिस्तदन्तस्य अत्र न केवलं इकस्थाने गुणः भवति इक अङ्कस्य स्थाने गुणः भवति परन्तु यत्र कुत्रापि अन्ते इक् वर्णः अस्ति चेदपि तादृशगुणकार्यं भवति येन विधिस्तदन्तस्य इत्यनेन सूत्रेण महर्षिः एवं कृतवान् इति अहम् अवगतवान् समीचीनं महोदय अत्र साधु वा नास्ति वा इति अहं न जानामि साधु एव सम्यक् अस्ति समीचीनम् इति सम्यक् न भगिनि यस्य अङ्गस्य अन्ते इति अन्ते इति इतोपि न जानीमः खलु अन्ते इति जानीमः अत्र तदन्तस्य इति अन्ते इति जानीमः न तत् अन्तिमवर्णस्य स्थाने इति तत्तु भिन्नविषयः अस्ति तत्तु भिन्नविषयः तदग्रे पश्यामः तत्तु भिन्नविषयः एतावता यदुक्तं तत् समीचीनमेव अत्र पश्यति चेत् येन विधि तदन्तस्य येन इति पदमस्ति विधिः इति अस्ति तदन्तस्य इति पदमस्ति येन इति पदं तृतीयान्तं पदम् अत्र परिभाषासूत्रे येन तृतीयान्तम् इत्युक्ते संयोगः इति अर्थः नास्ति यथा सामान्यलोके येन इति पदस्य करणार्थे अस्ति तथैव अत्रापि येन इत्युक्ते केन इति इत्युक्ते विशेषेण यत् विधिः इत्युक्ते कार्यं यत्र सूत्रेषु एतत् सूत्रं परिभाषासूत्रमस्ति अतः यत्र विधिसूत्रेषु विशेषेण किमपि कार्यं विधीयते यथा अत्र सार्वधातुकार्धधातुकयोः इति सूत्रे विशेषणेन तत्र इकः अङ्गस्य इति विशेषणेन कार्यं विधीयते अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं पश्यति चेत् इकः अङ्गस्य इति विशेषणेन कार्यं विधीयते इकः इति स्थानी अस्ति अतः यत्र विशेषणेन कार्यं विधीयते तादृशकार्यं न केवलं स्वस्य भवति अपि च तदन्तस्य भवति इत्युक्ते विशेष्यस्य अन्ते अपि भवति अत्र पश्यामः चेत् इकः अङ्गस्य गुणः इत्यनेन इक् इति अङ्गं तस्य गुणः भवति अपि च तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि गुणः भवति इति अर्थः निष्पन्नः भवति अत्र वाक्यद्वयम् अपेक्षितम् एकमस्ति इक् इति अङ्गं तस्य गुणः अपि च तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि गुणः इति अर्थः निष्पन्नः स्पष्टं वा प्रश्नः अस्ति वा अत्र का वदति अत्र महादेवन् महोदय अस्ति वा अत्र अनुवृत्तिसहितसूत्रं वदतु किमस्ति येन विधिः तदन्तस्य स्वस्य रूपस्य भगिनी वाक्यं पुनः वदतु अवगतं किन्तु एकवारं वाक्यद्वयं येन विधिः इति वा येन इत्युक्ते केन इत्यनेन विशेषणेन येन इत्युक्ते विशेषणेन इत्युक्ते एतस्य सूत्रस्य आवश्यकता कुत्र भवति यत्र सूत्रेषु विशेषणविशेष्यभावः अस्ति यथा अत्र सार्वधातुकार्धधातुकयोः तर्हि येन इत्युक्ते विशेषणेन किमपि कार्यं विधीयते विधिः येन विधिः विशेषणेन विधिः विशेषणेन किमपि कार्यम् अस्ति तादृशकार्यं न केवलं स्वस्य भवति यथा इक् इति अङ्गं स्वस्य भवति अपि च यस्य अन्ते इक् अस्ति तस्यापि भवति विशेषणं तदन्तस्य तद् अन्ते यस्य सः इत्युक्ते विशेषणं यस्य अन्ते अस्ति कस्य इति चेत् विशेष्यस्य विशेषणं विशेष्यस्य अन्ते अस्ति चेत् तस्यापि ग्रहणं भवति भगिनी स्वं रूपं शब्दस्य शब्दसंज्ञा तदपि परिभाषासूत्रं वा हा तदपि परिभाषासूत्रम् इदानीं तस्य आवश्यकता नास्ति तस्मात् सूत्रात् स्वम् इति पदम् अनुवृत्तम् हरि ओं महोदय स्वं रूपं द्वयोः हा स्वम् अपि च रूपं सत्यं किं महोदय प्रश्नः अस्ति एकस्मिन् सूत्रे कियान् परिभाषासूत्राणि अर्हन्ति? अत्र सूत्रस्य अन्वयार्थं सम्पूर्ण अन्वयार्थम् अत्र अत्र लिमिट् नास्ति महोदय. सम्पूर्ण अर्थस्य अवगमनार्थं यानि कानि आवश्यकानि तानि सर्वाणि स्वीकुर्मः. अस्तु, नम्बर् अत्र अस्मिन् सूत्रे पश्यामः चेत् अत्र इको गुणवृद्धिः इति परिभाषासूत्रमस्ति, येन विधिः सदन्तस्य इति परिभाषासूत्रमस्ति, अलोङ्क्यस्य इति अग्रिमपरिभाषासूत्रमस्ति. अतः अत्र अत्र तु त्रीणि सूत्राणि सन्ति. भगिनि, विधीयते इति विधिः मीन्स् येन विधि सदन्तस्य इति सूत्रे विधि ये विधिसूत्रं किम्? न न, विधिसूत्रं नास्ति, परिभाषासूत्रमस्ति. परिभाषा विधीयते कार्यं यत्र यत्र विधिसूत्रेषु यत्र विधिसूत्रेषु विशेषणेन किमपि कार्यं विधीयते तस्मिन् सन्दर्भे एतस्य सूत्रस्य आवश्यकता भवति सूत्रस्य अवगमनार्थं. विधीयते इस् ओन्लि अ क्रियापद हियर्. विशेषणेन किमपि विधीयते. अस्तु, तर्हि इदानीम् अत्र पश्यामः चेत् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति इत्यस्य अर्थः कः इति का वदति अत्र विजयलक्ष्मी भगिनी, भवती एव वदतु. धातोः परे यदि सार्वधातुक आर्धधातुक योः किं भवति, प्रेजेन्स् भवति, तर्हि तद् अङ्गस्य गुणकार्यं भवति. परन्तु इको गुणवृद्धि इति परिभाषासूत्रेण वयं जानीमः यत् इकः स्थाने एव गुणः कार्यं भवति. तदर्थम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति वयं प्राप्तवन्तः. परन्तु इकः इति यदा वयं वदामः तर्हि बहु लघु नम्बर् आफ् धातोः कार्यम् अत्र विधीयते. परन्तु अस्माकं तु कथं तादृश अर्थः निष्पन्नः? इकः अङ्गस्य इति विशेषणविशेष्य भावः अस्ति. तदर्थम् इकः इति अङ्गस्य एव गुणः भवति इति पूर्णतया इकः यदि अङ्गे भवति तत्र गुणः कार्यं विधीयते सार्वधातुक अर्धधातुकयोः परे भवति चेत् इति अर्थः विधि यन् भवति निष्पन्नः भवति परन्तु अस्माकं बहवः धातोः कृते एतत् सूत्रम् आवश्यकम् अस्ति. तत्कारणं परिभाषासूत्रः येन विधिस्तदन्तस्य इति सूत्रं वयं नीत्वा तत्र ये ये धातुः इक् इति वर्णाः सन्ति तेषाम् अपि एतस्य कुत्र इक् वर्णः पूर्णतया इक् वर्णः यदि भवति तत्रापि एतस्य कार्यं भवति. अन्यथा यदा अङ्गस्य अन्ते इक् वर्णः भवति तदापि एतस्य सूत्रस्य कार्यं भवति इति येन विधिः तदन्तस्य इति इति परिभाषासूत्रं वदति. समीचीनं भगिनि, सम्यक्. तर्हि अत्र इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रम् इति अनुवृत्तिः अस्ति. सार्वधातुक अर्धधातुकयोः इति निमित्तम् अस्ति यत्र तादृशप्रत्ययः अस्ति. तस्मात् पूर्वम् अङ्गस्य गुणः भवति कीदृश अङ्गम् इति चेत् इक् इति अङ्गम् इति निष्पन्नं भवति. अनेन यतोहि इकः अङ्गस्य विशेषणविशेष्यभावः अस्ति. परन्तु अत्र येन विधिः सदन्तस्य इति परिभाषासूत्रम् आगत्य वदति न केवलम् इक् इति अङ्गं न केवलं सम्पूर्ण इक् इति अङ्गं परन्तु अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् अपि एतस्य कार्यं भवति. अतः इदानीम् इकः अङ्गस्य इत्यनेन इक् इति अङ्गम् अपि च तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति द्वयोः अपि ग्रहणम् अतः गुणः भवति इति अस्ति. अस्तु, इदानीम् अत्र कः क्लेशः अस्ति? इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. अत्र मीना भगिनी वदतु, अत्र कः क्लेशः? श्रूयते, वदतु अत्र कः क्लेशः इदानीम्? अत्र अस्तु, इकः इति अङ्गम् अपि अस्ति, अङ्गस्य अन्ते इक् अपि अस्ति. अस्तु, गुणः भवतु, तर्हि अत्र कः क्लेशः इदानीम्? अलोन्त्यस्य इति परिभाषासूत्रस्य किमर्थम् आवश्यकम् अत्र? अन्तस्य वर्णस्य इकः अस्ति चेत् गुणः भवति. अलोन्तस्य इति सूत्रस्य किमर्थम् अत्र स्थाने किम् अस्ति? इकः स्थाने इकः स्थाने गुणः भवति. इकः अङ्गस्य गुणः अङ्गस्य इत्येव स्थानी अस्ति खलु, अङ्गस्य इति स्थानी अस्ति, अङ्गस्य इति विशेषणम् अस्ति खलु, अङ्गस्य अङ्गस्य गुणः भवति चेत् किं भवति? अङ्गस्य इक् वर्णस्य गुणः यदा पदम् अङ्गस्य पदमस्ति तत् पदस्य अन्तिमवर्णस्य इक् इक् अस्ति चेत् गुणः भवति. न, तत्तु तत्र सामान्य तथा निष्पन्नं भवति, परन्तु अत्र अङ्गस्य गुणः भू इति धातुः अस्ति, भू धातुः गुणः भवति चेत् किं भवति? तर्हि अत्र किं रूपं निष्पन्नं भवति इदानीं? किं न श्रूयते भगिनि? इदानीं तु वयं जानीमः अङ्गम् अस्ति इति. तर्हि अत्र गुणः इति भू इति अङ्गम् अस्ति, भू इति अङ्गम् अस्ति, यस्य अन्ते इक् अपि अस्ति, येन विधि सदन्तस्य अङ्गस्य अन्ते इक् अस्ति चेदपि स्वीकर्तुं शक्नुमः. तर्हि भू इति अङ्गम् अस्ति, कुत्र किं भवति गुणः भूत्वा? अस्तु, भू अङ्गम् अस्ति इदानीं यथा एकनिमिष यथा ऊ तत्र अन्ते अस्ति, वयं जानीमः भू अङ्गम् अपि ग्रहणम् इति तत्र अपि प्रसक्तिः अस्ति. अङ्गम् इदानीम् अङ्गं स्थानी अस्ति चेत् तत्र एतत् सूत्रं कार्यं करोति चेत् भू स्थाने ओ आगच्छति. किं रूपं निष्पन्नम् इदानीम्? ओ, सम्पूर्णतया भू इत्यस्य स्थाने ओ इति आगच्छति. अवगच्छति वा? अत्र पश्यति चेत् अङ्गस्य इति स्थानी अस्ति, अङ्गस्य गुणः इति अस्ति सूत्रे. अत्र मीना भगिनी कृपया म्यूट् करोतु. हा, हरि ओम्. हा महोदय, किं? महोदय, हा, अनन्तरं पृच्छामि महोदय, पूर्वं भवतः नाम. अस्तु, अत्र अङ्गस्य गुणः इति उक्तं खलु, अङ्गस्य इति स्थानी अस्ति, अङ्गस्य इति स्थानी अस्ति, अङ्गस्य गुणः इत्यनेन सम्पूर्ण अङ्गस्य गुणः भवति, सम्पूर्ण अङ्गस्य इक् वर्णस्य गुणः भवति. तर्हि अत्र किं भवति? भू इति धातुः अस्ति चेत् यथा भगिनी उक्तवती सम्पूर्ण अङ्गस्य गुणः, तर्हि भू इति ऊकारस्य गुणः सम्पूर्णभू इत्यस्य ओकारादेशः भवति. परन्तु तथा भवति चेत् अस्माकं भवति इति रूपं न निष्पन्नं भवति, अवति इति रूपं निष्पन्नं भवति. पश्यति वा सर्वे? अवति इति रूपं निष्पन्नं भवति. तदर्थम् अत्र अलोन्त्यस्य इति परिभाषासूत्रस्य आवश्यकता अस्ति. अलोन्त्यस्य इति परिभाषासूत्रम् आगत्य वदति अत्र तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति, इक् वर्णस्य स्थाने गुणः भवति, न तु सम्पूर्ण अङ्गस्य. सम्पूर्ण अङ्गस्य गुणः नास्ति, परन्तु अङ्गस्य अन्ते यः इक् वर्णः अस्ति तस्य स्थाने गुणः भवति इति सूत्रं वदति. अस्तु, अत्र अत्र इक् भगिनीदन्तस्य सूत्रमपि तदेव भवति. न न न तथा नास्ति. येन विधिस्तदन्तस्य वदति डोण्ट् इन्क्लूड् अङ्गानि विच् आर् विच् ओन्लि हेव् इक् इन्क्लूड् अङ्गानि विच् आल्सो अवगतं तद् अवगतम् ओन्लि एट् दि एण्ड्. It tells you that we are still under the this thing that we have to do the karyam for the whole angam. It ena vidhi sadantasya doesn't say do the karyam only at the end. Atra sthani kaha iti kleshah asti bhagni. Atra meena bhagni pashyatu atra ena vidhi sadantasya iti ne avagachamaha na kevalam ik iti angam parantu tadrisha angam yasya ante ik asti iti sarvam avagachamaha. परन्तु अत्र सूत्रे अङ्गस्य गुणः इति उक्तं खलु. अङ्गस्य गुणः इत्यनेन अङ्गस्य एव सम्पूर्ण अङ्गस्य गुणः इति अर्थः निष्पन्नः भवति. तथा भवति चेत् इष्टरूपं प्राप्तुं न शक्नुमः. सम्पूर्ण अङ्गस्य गुणः भवति चेत् यथा भू इति धातुः अस्ति, सम्पूर्ण अङ्गस्य गुणः भवति चेत् ओ इति आगच्छति. तदर्थम् अत्र अलोन्त्यस्य इति परिभाषासूत्रस्य आवश्यकता अस्ति. तत्सूत्रम् आगत्य वदति अत्र यत्र स्थानी अस्ति, यत्र स्थानी अस्ति षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः भवति, स आदेशः अन्तिम अल्वर्णस्य स्थाने भवति इति वदति. अत्र सूत्रं पठामः एकवारम्. अरुणा भगिनी पठति वा अलोन्त्यस्य? अलोन्तस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्वर्ण्यस्य स्थाने भवति. सूत्रविवरण पदविवरण अलः षष्ट्यन्तम् अन्यस्य अन्त्यस्य षष्ट्यन्तं द्विपदम् इदं सूत्रम् षष्टिस्थाने योग इति अस्मात् षष्टिस्थाने इति अनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं षष्ट्याः अन्तस्य अलः स्थाने विद्यमानः आदेशः. अलोन्तस्य सूत्रं वदति षष्टिविभक्ति तथा यस्य पदस्य स्थाने आदेशः प्राप्तः, आदेशपि अन्तस्य अल्वर्ण्यस्य स्थाने एव कर्तव्यं, न तु पूर्ण अङ्गस्य स्थाने. अलः इति अहम् अवगतम्. अल अल् इत्युक्ते किम्? अल् अल् वर्णः सम्पूर्णवर्णः सर्वे वर्णाः. अल् इति प्रत्याहारः अस्ति, अल् इति प्रत्याहारः अस्ति इत्युक्ते सर्वे वर्णाः, स्वराः, व्यञ्जनानि सर्वेषां ग्रहणम् अल् इत्यनेन. प्रथमसूत्रात् माहेश्वरसूत्रेषु प्रथमसूत्रात् आरभ्य अन्तिमसूत्रपर्यन्तम् अल् इति प्रत्याहारः. अतः अलः षष्ट्यन्त्यरूपम् अल् अद्य षष्टिस्थाने इति अनयोः अनुभूति सहितसूत्रं षष्ट्याः अन्तस्य अलः स्थाने विद्यमानः आदेशः. गुण अङ्गे इक् वर्णः अन्ते अस्ति, तत् एकवर्णस्थाने एव गुणकार्यं कर्तव्यं, न तु पूर्ण अङ्गस्य गुणः न कर्तव्यम् इति सूचयति. सत्यं सत्यम्. अलोन्तस्य इति अलोन्त्यस्य अलोन्त्यस्य अल् अन्त्यस्य अल् इति अपि षष्ट्यन्तं पदमस्ति, अन्त्यस्य इति षष्ट्यन्तं पदमस्ति. कीदृशः इत्युक्ते यत्र सूत्रेषु षष्टिविभक्तिः अस्ति, यथा अत्र इकः अङ्गस्य, अङ्गस्य गुणः इति उक्तं, तर्हि अङ्गस्य इति षष्ट्यन्तं पदमस्ति यत्र सूत्रेषु, तर्हि अङ्गस्य गुणः इत्यनेन सम्पूर्ण अङ्गस्य गुणः इति अवगच्छामः. तस्मिन् सन्दर्भे अत्र अलोन्त्यस्य इति सूत्रं वदति यत्र षष्टिविभक्तिद्वारा अङ्गस्य स्थाने अथवा पदस्य स्थाने आदेशः भवति, यथा गुणः इति आदेशः, सः आदेशः अन्तिम अल् वर्णस्य स्थाने भवति, न तु सम्पूर्ण अङ्गस्य. अतः इदानीम् अत्र अलोन्त्यस्य इति सूत्रस्य सहायेन इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इत्यनेन तादृश अङ्गं यत् इक् अस्ति, अपि च तादृश अङ्गं यस्य अन्ते इक् अस्ति, द्वयोः अपि ग्रहणम्. इदानीं कुत्र गुणः भवति इति चेत् अङ्गस्य अन्तिम इक् वर्णस्य गुणः भवति इति अर्थः निष्पन्नः अस्ति. स्पष्टं वा? भगिनि, बुद्धदातौ इक् वर्णः अस्ति, ओ अल् वर्णः द् अपि अन्ते अस्ति, परन्तु द् किमपि परिवर्तनं न भवति किल, ओन्लि ओ बिकम्स् ओ, सो बोध् द् विल् रिमेन् लैक् देट् ओन्लि. न, बुद्धदातोः केन सूत्रेण गुणः? उकार. न न, केन सूत्रेण? न, तत्तु परिभाषासूत्रमस्ति. अत्र बुद्धिदातोः गुणः भवति इति उक्तम्, अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन भवति वा? धातोः परे तिङ् प्रत्ययः भवति किल, सार्वधातुकप्रत्ययः अस्ति अत्र, अतः एकं निमित्तं पूरितम् अस्तु. अत्र अन्यत् अस्ति, अन्यत् निमित्तं किम् अत्र सूत्रे? अन्ते इक् वर्णः अस्ति चेत् गुणः भवति. अत्र अस्ति खलु, धकार अस्ति, उपदा, उपदा अन्यसूत्रम् इक् वर्ण. न न, अत्र एकक्षणं भगिनि पश्यतु, बुद्धधातोः अन्ते इकारः अस्ति वा? न. हा, अन्ते इकारः नास्ति चेत् अत्र एतस्य प्रसक्तिः अस्ति वा? अङ्गः बुद्ध सम्पूर्ण अङ्गः किल, अङ्गे इक् वर्णः अस्ति. सूत्रं तथा वदति वा? अङ्गे यत्र कुत्रापि इक् वर्णः अस्ति चेत् तत्र गुणः भवति इति वदति वा अत्र सूत्रम्? न न, उपदावर्णस्य विषये किमपि न उक्तं सूत्रे. सूत्रं किं वदति? इक् इति अङ्गं, तर्हि सम्पूर्ण अङ्गम् इक्, इकारः, उकारः, ऋकारः अस्ति चेत् गुणः भवति, अपि च अङ्गस्य अन्ते इक् अस्ति चेत् गुणः भवति. अङ्गस्य अन्ते, अत्र बुद्धदातौ अङ्गस्य अन्ते अस्ति वा? न न, ओन्लि भूधातु अन्ते अस्ति. हा, अतः बुद्धदातोः कृते एतस्य सूत्रस्य प्रसक्तिः एव नास्ति. ओके ओके, हा, अवगतम् अवगतम्. अप्लिकबिलिटि एव नास्ति. अतः अस्तु, इदानीम् अत्र पुनः सम्पूर्णतया अत्र सूत्रं पठित्वा अवगच्छामः. अत्र का पठति? अत्र विनय महोदय पठति वा? भगिनि प्रश्नः अस्ति भगिनि. किम्? एकक्षणं महोदय, विनय महोदय एकक्षणं, भगिनी वदतु. अनोन्त्यस्य, ऐ मीन् येन विधि तदन्तस्य मया अवगतम्, अन्तिम अङ्गस्य अन्तिमवर्णस्य गुणः भवति, गुणः भवति इक् इक् वर्णस्य एव गुणः भवति, किमर्थम् अलोन्तस्य किं किं न इगन्तस्य? किम् इक् इकः अन्तर्भूतः न, इगन्तस्य, इगन्तस्य, इगन्तस्य अङ्गस्य इति अस्ति, इगन्तस्य अङ्गस्य, अङ्गस्य गुणः भवति खलु, अङ्गस्य गुणः भवति चेत् सम्पूर्ण अङ्गस्य गुणः भवति. यद्यपि इक् वर्णस्य गुणः अस्ति, परन्तु सम्पूर्ण अङ्गस्य स्थाने आगच्छति, यतोहि अङ्गस्य इति स्थानी अस्ति. स्थानी किम् इति अवगमनीयम्. अङ्गस्य अन्तिमवर्णस्य गुणः भवति किल? सत्यं, सत्यं किमर्थम् अलोन्तस्य किं न इकन्तस्य न न सूत्रं किमर्थम् इगन्तस्य इति नास्ति इति वदति वा न न अलोन्त्यस्य इति सूत्रं न केवलम् अत्र कार्यं करोति एतस्य कार्यं बहुत्र अस्ति अलोन्त्यस्य इति सूत्रं न केवलम् इक् इति अङ्गं तत्र एव नास्ति अत्र अलोन्त्यस्य इत्यस्य कार्यक्षेत्रं बहुत्र अस्ति अतः यत्र कुत्रापि सूत्रेषु एतादृशम् अस्ति यत्र षष्ठीविभक्तिद्वारा कस्यचित् स्थाने कार्यं भवति तर्हि सम्पूर्णपदस्य स्थाने कार्यं भवति चेत् तत्र एतत् सूत्रम् आगत्य वदति न न न सम्पूर्णपदस्य स्थाने कार्यं नास्ति पदस्य अन्ते यः वर्णः अस्ति तस्य स्थाने कार्यम् अवगतम् भगिनि धन्यवादः अस्तु अस्तु विनय महोदय पठतु सूत्र अत्र सार्वधातुक अर्धधातुकयोः इत्यस्मात् आरभ्य पूर्णतया पठामः महोदय सार्वधातुक अर्धधातुकयोः सूत्रः अस्य सूत्रस्य आरभे इगन्ताङ्गस्य इकः सार्वधातुक आर्धातुकयोः इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्ययपरे सार्वधातुकं च आर्धधातुकं च तयोः इतरेतरद्वन्द्वः सार्वधातुक आर्धातुके तयोः सार्वधातुकार्धातुकयोः सार्वधातुक अर्धातुकयोः सप्त्यन्तं सप्तमी विभक्ति एकपदम् इदं सूत्रम् तर्हि मिदे गुणः सूत्रः गुणः इत्यस्य अनुवृत्तिः तदनन्तरम् अङ्गस्य इति अस्य अधिकारः इको गुणवृद्धि इति अनेन परिभाषासूत्रेण इकस्थानी भवति यत्र स्थानी न उक्तम् येन विधिः तदन्तस्य इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गः किन्तु तादृशम् अङ्गं यस्य अन्ते इकः अलो अन्तस्य इति अनेन अङ्गस्य स्थाने गुणादेशा इति न अपि तु अङ्गस्य अन्तं वर्णस्य स्थाने गुणादेशः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः किम् अवगतं महोदय श्रैश्रै यदि अहं वदामि प्रथमतया संज्ञासूत्र तिङ्क्षित् सार्वधातुकं यदि अहं आरभे करोमि तर्हि तिङ्क्षित् सार्वधातुकं धातोः अनुवृत्तिः अस्ति धातोः प्रत्ययः परः च्रः अतः धातोः यदि अनुवृत्तिः अस्ति तथा न न कस्य अनुवृत्तिः धातोः इति अनुवृत्तिः वा न धातोः अनुवृत्तिः अस्ति पुनः वदतु न न श्रुतं सम्यक्तया हा अहं वदामि तिंशित् सार्वधातुकम् अनुवृत्ति धातोः प्रत्ययः परचः सम्पूर्ण सूत्रम् सत्यम् अतः धातुः विहितः किं धाता तिंशित् प्रत्ययः तिङ् प्रत्ययः लकारसम्बन्धे षित् श इत् श योग इत् अतः षित् प्रत्ययः अतः षित् प्रत्ययः प्रत्ययः सार्वधातुकसंज्ञकां भवेत् यथा अनुवृत्ति अनुसारेण. तदनन्तरं गुणस्य चिन्तनं कर्म अनुसार सार्वधातुक सार्वधातुकार्धातुकयोः सूत्रम् आगच्छति. तर्हि प्रश्नः भवति सार्वधातुक आर्धातुकयोः गुणः कथम् आगच्छति. मिदे गुणः सूत्रं गुण इत्यस्य अनुवृत्तिः ददाति. तर्हि एव अङ्गस्य अङ्गस्य अधिकारः सूत्रः. परन्तु प्रश्नः भवति स्थानिकः अङ्गस्य अङ्गस्य गुणस्य स्थानिकः गुणस्य स्थाने इको गुणवृद्धि परिभाषासूत्रेण भवति. परन्तु केवलम् अङ्ग एकः समानम् अङ्गस्य एकस्य इगन्तस्य अङ्गस्य समानं भवति. परन्तु तदनन्तरं येन विधि तदन्तस्य एकस्य इगन्तस्य अङ्गस्य केवलं नास्ति, परन्तु तादृशम् अङ्ग यस्य अन्ते इकः भवति तत्र एव गुणः भवति. अन्तः अलो अन्तस्य सर्वे वर्णः सम्बन्धे अङ्गस्य अन्तः गुणः भवति एकगुणः भवति अन्तस्य अङ्गस्य अन्ते एकगुणः भवति. समीचीनं महोदय. अत्र इक् न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यत्र अङ्गे अङ्गस्य अन्ते इक् अस्ति, द्वयोः अपि ग्रहणम् इति येन विधिस्तदन्तस्य इति परिभाषासूत्रं. तदनन्तरम् इदानीम् इकः अङ्गस्य इति अङ्गस्य सम्पूर्ण अङ्गस्य गुणः भवति, तथा न भवतु, परन्तु अङ्गस्य अन्तिमवर्णस्य अन्तिम इक् वर्णस्य गुणः भवतु इति कृत्वा अलोन्त्यस्य इति सहायं करोति. तदर्थम् अत्र इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे इति अर्थः निष्पन्नः भवति. अस्तु, अत्र महादेवन् महोदय पठति वा अधुना? अस्ति वा महादेवन् महोदय? अस्तु, वसन्ती भगिनी पठतु. आफ्टर् अलोकस्य अधुना भूयोगः अत्र सूत्रस्य अधोभागे अस्ति, सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अधोभागे अस्ति. अधुना भूयोगः अयोगः ति इदानीं सूत्रं पठितं खलु? अधुना भूयोगः आयोगः इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम. प्रसक्तितः इत्युक्ते प्रसक्तिः इत्युक्ते प्रसङ्गः. भूधातुः इगन्तधातुः, अ शपः प्रतिनिधिः शप् षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुकसंज्ञा. अग्रे पठतु. इगन्तः भूधातुः पूर्वं पूर्वमस्ति, परम् अस्ति, सार्वधातुकसंज्ञकः अप्रत्ययः. अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः. सूत्रस्य निकषाः पूरिताः. अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति? अङ्गस्य अन्तिमवर्णः यः इक् तस्य गुण आदेशः. भूधातोः यः उकारः तस्य गुण आदेशः. अतः भू योगः भो, भो योग अ योग ति इति स्थितिः. निकषाः पदस्य अर्थः भगिनि, सोरि कुत्र अस्ति? निकषाः, सूत्रस्य निकषाः पूरिताः. निकषाः इत्युक्ते निमित्तानि. कण्डीशन्स्, आल् द कण्डीशन्स् आर् फुल्फिल्ड्. ओके, ओके, अवगतं. वसन्ति भगिनि, किं किम् अवगतम्? I don't understand the prasakti, prasangaha, those meanings and all. Prasakti इत्युक्ते applicability. इति भूयोगः अयोगः ति इति स्थितिः अस्ति. अत्र भवति इत्यस्य लट्लकाररूपं कथं भवति, कथं निष्पन्नं भवति इति चेत्, भू इति धातुं स्वीकुर्मः, तिङ् प्रत्ययं योजयामः, ति इति तिङ् प्रत्ययं योजयामः, तर्हि मध्ये शप् इति विकरणप्रत्ययः आगच्छति. शप् इति विकरणप्रत्ययः. तर्हि प्रथमं वयं किं कुर्मः इति चेत्, इत्संज्ञकवर्णानां लोपः भवति. अत्र शप् इति प्रत्यये शकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति, अकारः अवशिष्यते. हा, इदानीम् अकारः तत्र शप् इति प्रत्यये शकारस्य इत्संज्ञा अस्ति, अतः षित् अस्ति. षित् इति कृत्वा शप् इति प्रत्ययः सार्वधातुकः अस्ति, तिङ् षित् सार्वधातुकम् इत्यनेन. तर्हि सार भू इति धातुतः अ इति प्रत्ययः, शप् इति प्रत्ययः सार्वधातुकः अस्ति. भगिनी कृपया म्यूट् करोतु भगिनी, प्रतिध्वनिः अस्ति. हा, तर्हि शप् इति प्रत्ययः षित् अस्ति, अतः सार्वधातुकः अस्ति. सार्वधातुकप्रत्ययः परः अस्ति. इदानीम् अङ्गम् अस्ति भू इति अङ्गम्. तर्हि इदानीं सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, सूत्रस्य अप्लिकबिलिटि अस्ति. अतः यतोहि अत्र इगन्त अङ्गम् अस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति, अतः गुणकार्यं भवति. इक् वर्णस्य गुणकार्यं भवति ऊकारस्य गुणः ओकारः. तर्हि ऊकारस्य स्थाने ओकारः, तर्हि ब योगः ओकारः भो इति भवति, भो योगः अयोगः ति इति निष्पन्नं भवति. स्पष्टं वा? अस्तु जि. हा, सर्वे कृपया पुनः एकवारं पठन्तु, ध्वनिमुद्रणं शृण्वन्तु, अग्रिमसप्ताहे पश्यामः पुनः. भगिनी कृपया अग्रिमसप्ताहे अलोन्त्यस्य पुनः विवरणं करोतु, प्लीस्. हा, अलोन्त्यस्य पुनः वदामि, अत्र पुनः वदामि, पुनः चिन्तनं कुर्मः अग्रिमसप्ताहे अपि. परन्तु ध्वनिमुद्रणं शृणोतु अपि च पठतु, पुनः पठतु किमर्थं तथा अस्ति इति चिन्तनं कुर्वन्तु सर्वे, तदा एव स्पष्टं भवति, नो चेत् न. अस्तु, अत्र महादेवन् महोदय, अहं वारं वारं पृष्टवती भवान् तत्र किञ्चित् लेग् अस्ति. हा, किम्? महादेवन्, हा वदतु, कुत्रचित् किमपि बेक्ग्रौण्ड् अस्ति. अत्र स्वरूप महोदयस्य ध्वनिः अस्ति, कोऽपि रेकार्डिङ्ग् अस्तु. अत्र प्रश्नः अस्ति वा, नो चेत् समापयामः. हरि ओम्, भवती पृष्टवती किञ्चित्. पूर्वं पठनार्थं पृष्टवती, परन्तु किञ्चित् बहिः गतवान्, क्षम्यताम्। अस्तु अस्तु अस्तु, चिन्ता नास्ति, तर्हि अत्र स्थगयामः। धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः।